सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति। तत्र पूर्वस्मिन् वर्गे डुधाय् डुधाय् इति धातोः विषये चिन्तनम् आरब्धमासीत्। तत्र सूत्रद्वयं वर्तते, स्नाभ्यस्तयोः आतः इति सूत्रं, तेन अभ्यस्तसंज्ञक अङ्गस्य आकारस्य लोपः भवति इति उक्तं। तत्र कितिनिति प्रत्यये कसारोधातुकप्रत्यये परे। तदनन्तरम् ईहल्यगोः इति सूत्रमस्ति, परन्तु ईहल्यगोः इति सूत्रे अगोः इति उक्तं। तत्र सूत्रे अगोः गुसंज्ञकः अस्ति चेत् न भवति, इदं कार्यं न भवति, ईहल्यगोः इत्यस्य कार्यं न भवति। अत्र धाधातुः गुसंज्ञकः अस्ति, यतोहि दादा ग्वदाप् इति सूत्रम् अस्माभिः पठितं। तत्र दारूपी धातुः धारूपी धातुः, अनयोः तत्र ये ये धातवः सन्ति धारूपी अथवा धारूपी, तेषां गुसंज्ञा भवति। दाप् दैप् इति धातुद्वयं विहाय, तर्हि आहत्य अत्र षड् धातवः सन्ति, डुधाय् दाण् दो देङ् डुधाय् धेट् इति षड् धातवः। तर्हि अस्मिन् सूत्रे अत्र दारूपी धारूपी इत्युक्ते केवलम् आकारान्तधातुः एव भवेत् खलु इति चेत्, कथं दो देङ् धेट् इत्येतेषां ग्रहणम् इति अस्माभिः चर्चितम्। तत्र वस्तुतः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, अतः आकारान्तधातोः एव ग्रहणं स्यात्, न तु तत्र आदेशोपदेशशीति इत्यनेन यदा आत्वं भवति तदनन्तरं लक्षणेन धातोः ग्रहणं न भवति सामान्यतया। परन्तु अत्र एका अन्या परिभाषा वर्तते, गामाद् गामाद् अग्रहणेषु अविशेषः इति। तर्हि गामादा ग्रहणेषु अविशेषः इति, तत्र यत्र गा धातुः, मा धातुः, दा धातुः, तत्र तत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः कार्यं न भवति। अतः यत्र लक्षणेन अपि अकारान्तत्वं लभ्यते, यथा तत्र दो देङ् धेट् इत्यत्र, तर्हि धेट् इत्यस्य का गतिः, यतोहि अत्र गा मा दा ग्रहणेषु इति अस्ति, दा इति एव उक्तं खलु, कथं धेट् इत्यस्य धा माप्राणधकार धा इत्यस्य अपि ग्रहणम् इति चेत्, अत्र वस्तुतः दादा ग्वदाप् इत्यत्र दा अपि च धा अनयोः साहचर्यं वर्तते। तर्हि दा विषये एवं वदामः चेत् तर्हि धा विषये अपि एवमेव भवेत् साहचर्यात् इति कृत्वा, अत्र दा धा ग्वदाप् इति सूत्रे धारूपी धातुः धारूपी धातुः इत्युक्ते तत्र षण्णां धातूनां ग्रहणं, यद्यपि साक्षात् तत्र औपदेशिक अवस्थायाम् आकारान्तत्वं नास्ति, परन्तु लक्षणेन सूत्रेण आकारान्तत्वं यदा लभ्यते तदानीमपि अत्र तस्यापि ग्रहणं भवति इति कृत्वा, आहत्य गुसंज्ञा कस्य गुसंज्ञा अथवा केषां गुसंज्ञा भवति इति चेत्, एतेषां षण्णां धातूनां गुसंज्ञा भवति, डुदाय् दाण् दो देङ् डुधाय् धेट् इति एतेषां धातूनां तत्र घूसंज्ञा भवति। ईहल्यगोः इति सूत्रे अगोः इति उक्तम्, ईहल्यगोः इति सूत्रं दा धातुः धा धातुः इत्यनयोः विषये न भवति, यतोहि धातुद्वयम् अत्र ज्योत्यादिगणे अस्ति इति कृत्वा, अत्र केवलं श्नाभ्यस्तयोः आतः इत्यस्यैव कार्यं भवति, तद् अपि अस्माभिः दृष्टं। तर्हि इदानीम् अत्र धाधातोः कृते तत्र कतिचन विशिष्टसूत्राणि सन्ति। अत्र वस्तुतः एकं विशिष्टं सूत्रमस्ति, ग्वसोरे धाव् अभ्यासलोपश्च इति। तस्मात् पूर्वं यद् वाक्यमस्ति ततः आरभ्य एकवारं पठामः। तत्र सरस्वती भगिनी आरब्धमिच्छति वा? आं भगिनि, श्रूयते किल? आम्। दा धातोः कृते तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यम् उपयुक्तमेव, तद्विहाय लोट्लकारस्य मध्यमपुरुषे दधा योग हि दे योग हि देहि सूत्रमिदम्। हसोरे धावभ्यासलोपश्च षष्ठ अध्याय चतुर्थपादः एकोनविंशत्यधिक शतमं सूत्रम् हि परे भूसंज्ञकधातोः अस् धातोः च स्थाने एकारादेशो भवति अभ्यासः अस्ति चेत् तस्य लोपो भवति अलुन्त्यस्य इत्यनेन धातुरूपस्य अन्तिमवर्णस्य स्थाने एकारादेशः न तु पूर्णतया अङ्गस्य भूश्च अश्च तयोर् इत्रेतर द्वन्द्वो ह्रस्वौ तयोः ह्रसोः अभ्यासस्य लोपः अभ्यासलोपः षष्टितत्पुरुषः ह्रसोः षष्ट्यन्तम् एत् प्रथमान्तं हौ सप्तम्यन्तम् अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ह्रसोः अङ्गस्य एत् अभ्यासलोपः च हौ नूतनं सूत्रमस्ति घ्वसोरे धावभ्यासलोपश्च तर्हि अत्र हि परे अस्ति तदा इत्युक्ते लोट् लकार मध्यमपुरुष एकवचने हि प्रत्यये परे अस्ति तदा भूसंज्ञकधातोः इत्युक्ते दा तथा धा अस् धातोः च तर्हि त्रयः धातवः सन्ति दादा दाधा तथा अस् तेषां स्थाने एकारादेशो भवति तथा च अभ्यासः यदि अस्ति तर्हि अभ्यासस्यापि लोपः भवति अलुन्त्यस्य परिभाषासूत्रेण अन्तिमवर्णस्य स्थाने एव एकारादेशः भवति न तु पूर्णतया अङ्गस्य घूश्च अश्च इतरेतरद्वन्द्वः भवति ध्वसौ भवति भू तथा अस् अस् तत्र गुणसन्धि भूत्वा ध्वसौ तयोः ध्वसोः अभ्यासस्य लोपः अभ्यासलोपः षष्टितत्पुरुषः तर्हि ध्वसोः षष्ट्यन्तम् एत् प्रथमान्तं ध्वसोः एत् अभ्यासलोपश्च एवं भवति तर्हि ध्वसोः ध्वसोः ए अत्र किमपि अहं हौ वा हौ अस्ति तत्र धा भवति किं हा हस्थाने धा भवति तथा धौ तथा धौ तथा अभ्यास अत्र पुनः एचो यवायावः सूत्रेण धाव एवं भवति अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदं सूत्रम् अनुवृत्तिसहितं सूत्रमस्ति घ्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ तर्हि कार्यद्वयं भवति एकं तु कार्यमस्ति एकारादेशः भवति अन्तिमवर्णस्य तथा यदि अभ्यासः अस्ति चेत् अभ्यासस्य लोपः भवति यदा हि परे अस्ति तदा पर्याप्तं वा अधिकम् इतोपि पठामः आमाम् अत्र ग्वसोरे धाव अभ्यासलोपश्च अत्र सन्धिविच्छेदं कृत्वा वदतु तर्हि घ्वसोः इत्युक्ते घू तथा अस् घू अस् अत्र यण्सन्धि भूत्वा घ्वसोः भवति घ्वसो एत् तत्र विसर्गसन्धि भूत्वा घ्वसोरे सकारस्य स्थाने घ्वसोरे तदनन्तरं हौ हौ अत्र द्वयोः अन्यतरस्याम् इत्यनेन भवति किल हकारस्य स्थाने धकार तर्हि धौ हौ इदानीं धौ भवति धौ तथा अभ्यास अत्र एचोयवायावः धाव धावभ्यास लोपः च तत्र श्रुत्वा सम्यक् सम्यक् सम्यक् सम्यक् बहु सम्यक् समीचीनम् इति एव अस्ति ग्वसोः ग्वसोः ग्वसोः अनयोः स्थाने एत् आदेशः भवति. अत्र एत् इत्यत्र तकारस्य तपरकरणमस्ति खलु? आम्. तर्हि एत् इत्यत्र तपरकरणं किमर्थं कृतम्? ऐ न भवेत् एवं वा? परन्तु ए एकमन्ये ऐ न भवेत् एवम्? ऐ किमर्थं भवति? सम्यक् न, ऐ एतद् न सम्यक् जानामि भगिनि. किमर्थं तपर? इत्युक्ते तपरकरणम् इत्युक्ते सामान्यतया तपरकरणं किमर्थं क्रियते? केवलं तदेव वर्णं यदि स्वीकर्तुम् इच्छामः चेत्, नो चेत् उच्चारणस्य कृते. सत्यम्. अत्र एकारः इति यदा वदामः तदानीम् एकारस्य एकारः इति वदामः चेत् अत्र ह्रस्वः दीर्घः इति किमपि अस्ति वा एकारस्य विषये? न, एकारः तु दीर्घः एव, न ह्रस्व तु नास्ति. तर्हि तर्हि उच्चारणस्य कृते अस्ति किम्? उच्चारणस्य कृते इति एव भवेत्, यतोहि क्वसोः ए ग्वसोः एः इति भवेत् अथवा एः हौ. अत्र एकारान्तधातुः एकारान्तप्रातिपदिकं किमपि अस्ति वा? एकारान्तप्रातिपदिकं गौः इति न ओ भवति न? ओ इति ओ भवति. एकारान्त तत्र से इति एकः धातुः अस्ति एकारान्तः, अथवा स्मृते से इति धातुः अस्ति. से इत्यस्य प्रथमविभक्तिः सेः इति भवति, सेः. एवम् अत्र एः इति भवति. ग्वसोः एः हौ इति भवेत्. एवमपि भवितुमर्हति खलु, वसोः एः हौ हावभ्यासलोपश्च गसोरेः हौ अभ्यासलोपश्च इति भवितुमर्हति. तर्हि किमर्थं तत्र तपरकरणं कृतम् इति किञ्चित् चिन्तनीयं. तत्र वस्तुतः तपरकरणस्य तु आवश्यकता नास्ति खलु, ये अस्ति तर्हि तपरकरणस्य आवश्यकता नास्ति. तथापि तत्र तपरकरणं कृतम्. उच्चारणार्थमेव भवेत् भगिनि? उच्चारणार्थम् इति एव वक्तुं शक्नुमः, अथवा छन्दसः कृते इति वक्तुं शक्नुमः. छन्दसः कृते भवितुमर्हति अथवा उच्चारणार्थं भवितुमर्हति. वस्तुतः तत्र तपरकरणस्य आवश्यकता नास्ति. ओके, एवं पठासीत् तत् भाषणस्वरलोपः न भवेत् इति तपरकरणं तत्र व्यर्थम् इति चेत् अत्र आहुः अभ्यास आभात् शास्त्रस्य अनित्यता ज्ञापनाय तपरकरणम्. ओ इत्युक्ते अत्र वस्तुतः कुत्रचित् ध्वनिः भगिनी, कृपया किञ्चित् म्यूट् करोति. न जाने किमर्थं तत्र किमुक्तम् इति चेत् अत्र तपरकरणवस्तुतः अनावश्यकं खलु इति चेत् व्यर्थं खलु इति चेत् तत्र वस्तुतः तपरकरणं न अपेक्षितं, तथापि तत्र तपरकरणं कृतं. किमर्थम् इति चेत् तत्र आभीयशास्त्रम् अनित्यम् इति ज्ञापनार्थम्. आभीयशास्त्रं सर्वत्र प्रवर्तते इति नास्ति, कुत्रचित् न प्रवर्तते इति ज्ञापनार्थम् अत्र तपरकरणं कृतं. तर्हि कुत्र अनित्यम् अस्ति इति किञ्चित् चिन्तनीयम् अत्र. ननु एवं आटः असिद्धत्वात् श्नसोरल्लोपः न भवेत् इति तप्रकरणं तत्र व्यर्थम् इति चेत् अत्र आहुः आवात् शास्त्रस्य अनित्यताज्ञापनाय तप्रकरणम् अत्र उदाहरणं किम् अस्ति कुत्र कुत्र आभीयशास्त्रं कार्यं न करोति इति एकवारं द्रष्टव्यम् अहम् अनन्तरं पश्यामि कुत्र कार्यं न भवति इति परन्तु अत्र वस्तुतः तप्रकरणम् अनावश्यकं परन्तु तप्रकरणम् अस्ति तद् ज्ञापयति यत् आभीयशास्त्रम् यतोहि इदं सूत्रमपि आभीयक्षेत्रे एव अस्ति खलु आभीयक्षेत्रे अस्ति आभीयक्षेत्रे अस्ति परन्तु आभीयक्षेत्रे सर्वत्र प्रवर्तते इति नास्ति तस्य अनित्यता वर्तते तद् ज्ञापनार्थम् अत्र तपरकरणं कृतम् इति अत्र उक्तमस्ति तद् किमस्ति इति एकवारं पश्यामि तर्हि इदानीं किञ्चित् अग्रे गच्छामः अग्रे अनिमा भगिनी पठति वा भगिनि क्वसोरेत् योगः हावभ्यासलोपश्च जलाञ्जशोन्ते इत्यनेन जष्ट्वं क्वसोरेद् योगः हावभ्यासलोपश्च झयोः अन्यतरस्याम् इत्यनेन विकल्पेन पूर्वसवर्णादेशः घ्वसोरेद्धावभ्यासलोपश्च इति भवति कथं तत्र सन्धिः अभवत् इति भवत्या पृष्टं तस्य उत्तरम् अत्र अस्ति तत्र तकारस्य प्रथमं जष्ट्वं करोति अतः दकारः आगच्छति घ्वसोरेद् इति अनन्तरं हकारः अस्ति द्वितीयशब्दे तत्र झयः हः अन्यतरस्याम् इत्यनेन पूर्वसवर्णादेशः दकारस्य तु सवर्णं हकारेण सह तृतीयवर्गः भवति अतः धकारः इति चतुर्थ आगच्छति अतः धकारः भवति तदपि पठामि वा जयोः अन्यतरस्यां जयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशः भवति जयः पञ्चम्यन्तं हः षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रं मुदस्थास्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः अन्यतरस्याम् इत्युक्ते विकल्पेन अनुवृत्तिसहितसूत्रं जयः हः पूर्वस्य सवर्णः अन्यतरस्याम् इति भवति इत्युक्ते जय् वर्णः पञ्चम्याम् अस्ति तस्मादिति उत्तरस्य कार्यं भवति इत्युक्ते हकारस्य कार्यं भवति तस्य किं कार्यम् इत्युक्ते पूर्वसवर्णः भवति जय् वर्णः यः तस्य सवर्णत्वेन भवति हकारः इति तदपि विकल्पेन भवति सम्यक् तर्हि अन्ततो गत्वा सूत्रस्य कार्यं किमस्ति ग्वसोरे ग्वसोरे धावभ्यासलोपश्च इति सूत्रस्य कार्यं किमस्ति घूसंज्ञकः धातुः अपि च अस् धातुः अस्ति तस्य एत् इति विधानं भवति अपि च तस्य अभ्यासलोपः अपि च भवति हि प्रत्यये परे लोट्लकारे मध्यमपुरुषे एकवचने हि प्रत्ययः अस्ति तदा अभ्यासलोपः भवति अपि च एत्वं भवति एत्वं कुत्र भवति एतादेशः एकारादेशः कुत्र भवति घूसैनिकस्य अन्ते एव भवति अलोन्त्यस्य इत्यनेन अन्तिम आदेशः अत्र उदाहरणं स्वीकृत्य प्रतिपादयतु दादातुः दधातुः अस्ति श्लूत्यादिकं कृत्वा ददा इति रूपं भवति ददा योगः हि इति तत्र अभ्यासलोपः भवति इत्युक्ते पूर्वम् अभ्यासः सो पूर्वस्य प्रथमः यः दकारः अस्ति तस्य लोपः भवति दा इत्येव अवशिष्यति तस्य तु आकारस्य अन्ते अन्तिमाक्षरमस्ति आकारः तस्य स्थाने एकारः आगच्छति दे इति भवति देहि इति एकवारं तत्र दादातुः आरम्भतः तत्र द्वित्वं कथं भवति एतत् सर्वं वदतु एकवारम् आं श्लू इत्यनेन दा इति धातुः जुहोत्यादिगणे अस्ति अतः जुहोत्यादिगणस्य श्लू इति भवति अतः विकर्णप्रत्ययः नास्ति श्लू इत्यनेन द्वित्वं भवति दा दा इति भवति ह्रस्वः इति आदेशेन दा इति भवति तर्हि किं भवति अन्ततो गत्वा ददा इदानीं पुरुष एकवचने हि इति आदेश तर्हि तदानीं किं भवति ददा इति अस्ति तर्हि किं भवति तत्र ईहलियगोः सूत्रं न कार्यं करोति अस्नाभ्यस्तयोरातलोपः किञति सार्वधातुके भवेत् परन्तु तदपि न भवति तस्य स्थाने तद् बाधित्वा गुसोः अङ्गस्य एत् अभ्यासलोपः च हौ इति भवति तदानीं यतोहि तत् यदा धातुः गुसज्ञकः अस्ति अतः अभ्यासः पूर्वमभ्यासः पूर्वं दादा इति अभवत् किल ददा इति पूर्वस्थानीयः दकारः तस्य तु अभ्याससंज्ञा अस्ति तर्हि अभ्यासस्य लोपः भवति दा इति एव अवशिष्टम् आकारस्य स्थाने एक आदेशः भवति दे इति भवति हा समीचीनम् अत्र एकः प्रश्नः स्नाभ्यस्तयोर् आतः इति सूत्रं तस्य सङ्ख्या अस्ति षष्ठमध्यायस्य चतुर्थपादे 112 इति सूत्रं द्वादश अधिक एकशततमं सूत्रं तर्हि तत् सूत्रं कुत्र अस्ति 64112 आयत 64119 इति अस्ति 64112 इति कुत्र कस्मिन् क्षेत्रे अस्ति अभियशास्त्रम् तदपि अभियशास्त्रम् अस्ति ग्वसोरे ग्वसोरे धाव अभ्यासलोपश्च इत्यपि आभ्यशास्त्रम् अस्ति अतः किमर्थं स्नाभ्यसयोः अतः इति सूत्रं प्रबाद्य ग्वसोरे धाव अभ्यासलोपश्च इति कार्यं करोति इति किमर्थं वक्तव्यम् सामान्यतया तदेव कार्यं करोति परन्तु अस्य तु भूसंज्ञकत्वम् अस्ति अतः एतत् सूत्रं कार्यं करोति न गूसंज्ञकत्वम् अस्ति चेत् श्नसो स्नाभ्यसयोरातः कार्यं न करोति इति उक्तं वा विशिष्टतया गूसंज्ञकः अस्ति चेत् एतदेव कार्यं भवति इति अहं चिन्तयामि तादृशं भवति इति तर्हि किमर्थम् इदं सूत्रम् आव्यक्षेत्रे अस्ति इत्युक्ते अत्र श्नाभ्यस्ययोः अतः इत्यनेन आकारस्य लोपः भवतु तदनन्तरं दद् योगः हि इदानीं श्नाभ्यस्ययोरातः इति सूत्रेण यत् कार्यं कृतं तद् सिद्धम् अस्ति अतः तत् सूत्रं तु इदानीमपि ददा इत्येव पश्यति इति कृत्वा गोसोरे दाव अभ्यासलोपश्च इत्यनेन आकारस्य स्थाने एकारादेशः भवतु इति भवितुमर्हति अथवा अत्र ग्वसोरे दाव अभ्यासलोपश्च इति सूत्रं प्रथमतया कार्यं करोति इति चिन्तयतु तदानीं देहि इति रूपं लभ्यते ओके इदानीं स्नाभ्यसयोः अतः इति सूत्रम् आगत्य वक्तुं शक्नोति यद् ग्वसोरे दाव अभ्यासलोपश्च इति अभ्यकार्यम् अस्ति परन्तु तत् कार्यं मया न दृश्यते स्नाभ्यसयोर् अतः इति सूत्रं ग्वसोरे दाव अभ्यासलोपश्च इत्यस्य कार्यं न पश्यति अतः इदानीमपि ददा इति पश्यति इति कृत्वा आकारस्य लोपः भवतु, अतः दधि इति किमर्थं रूपं न स्यात् इति प्रश्नः स्यात् खलु? खलु, यतोहि सूत्रद्वयमपि आभेक्षेत्रे अस्ति, अतः अत्र किं वक्तव्यम् इति चेत् आभेशास्त्रम् अनित्यमस्ति, सर्वत्र प्रवर्तते इति वक्तुं न शक्नुमः. अत्र तु वस्तुतः यथा भवती वदति अत्र ग्वसोरे दावभ्यासलोपश्च इति सूत्रं हि प्रत्ययपरे विशिष्टतया रचितमस्ति, अतः अत्र स्नाभ्यासयोः अतः इति सूत्रं प्रबाद्य अत्र ग्वसोरे दावभ्यासलोपश्च इति एव कार्यं करोति. तदानीम् एतादृश तर्कः सूत्रद्वयमपि आभ्य कार्यम् एकं करोति अन्यत् तस्य कृते पूर्वसूत्रं पूर्वं यत् कृतं तद् असिद्धम् इति वयं वदामः. यदा स्नाभ्यासयोः अतः प्रथमतया कार्यं करोति तदानीं गसोरे दावभ्यासलोपश्च इति सूत्रं वक्तुं शक्नोति यत् मया न दृश्यते असिद्धमस्ति इति कृत्वा मम कार्यं भवति इति. ग्वसोरे द्वाभ्यासलोपश्च इति प्रथमतया भवति चेत् तदानीं स्नाभ्यासयोः अतः इत्यपि वक्तुं शक्नोति खलु, भवतः कार्यं कृतमस्ति अतः मम कार्यमेव भवेत् इति. अतः तयोः अत्र तुल्य तयोः अत्र इत्युक्ते प्रथमतया एकः प्रश्नः अस्ति अत्र असिद्धवतत्राभात् इत्यस्य कार्यार्थं द्वयोः समान आश्रयः अस्ति वा इति प्रश्नः. तद्दृष्टं वा द्वयोः समान आश्रयः अस्ति वा? अस्मिन् सन्दर्भे तु भवितुम् अर्हति किल. यतोहि तस्मिन् सूत्रे स्नाभ्यसयोः अतः इति सूत्रे कितिनिति सार्वधातुके इति उक्तम्, अत्र हि परे इति उक्तं, हि इत्यपि कितिनिति अस्ति, सार्वधातुकः अपि अस्ति, अतः समानाश्रयः तु अस्ति एव खलु, निमित्तं समानम्. अतः अत्र असिद्धदत्राबाद् इत्यस्य कार्यं भवितुम् अर्हति अत्र अस्मिन् प्रसङ्गे. एवं भवति चेत् अव्यवस्था भवति अत्र, अतः गत्वा किं दधि इति रूपं वा नो चेत् देहि इति रूपं वा इति क्लेशः जायते अत्र खलु. तर्हि एत् इति कदापि न भवति किल, तत् सूत्रं व्यर्थं भवति किल. न, सूत्रं व्यर्थं कथं भवति इत्युक्ते गसोरे द अभ्यासलोपश्य इति प्रथमतया करोति चेत् तस्य कार्यं जातं, तस्य कार्यं जातम्, अतः व्यर्थम् इति वक्तुं न शक्नुमः, कार्यं जातं. तदनन्तरम् अभ्यास किं स्नाभ्यासयोः अतः इति आगत्य वदति ओ यत् कार्यं कृतं तद् मया न दृश्यते इति कृत्वा तद् रिवर्स् करोति. यतः कार्यं व्यर्थम् इति कथं वक्तुं शक्नुमः, कार्यं तु जातं खलु, अत्र अव्यवस्था जायते खलु इति कृत्वा आव्यशास्त्रं सर्वदा नित्यम् इति नास्ति. अत्र तपरकरणम् अस्मिन् सूत्रे यद् कृतम् अस्ति अत्र आव्यशास्त्रं न प्रवर्तते. गसभ्यासलोपश्च इति सूत्रे आव्यशास्त्रं न प्रवर्तते. आव्यशास्त्रं प्रवर्तते चेत् अस्माकम् अव्यवस्था जायते. तर्हि ग्वसोरे दावभ्यासलोपश्च इति सूत्रं प्रथमतया कार्यं करोति, परत्वात् कार्यं करोति इति वदामः चेत् तदानीं तत् कार्यं परिवर्तते खलु स्नाभ्यस्तयोः अतः इत्यनेन. तर्हि गीतरूपं लभ्यते, तत्तु तत्तु न इष्यते, तत्तु अनिष्टरूपमस्ति. भगिनि, यदि ग्वसोरे धाव कार्यं करोति तर्हि तत्र एकार आगच्छति, तदनन्तरं स्नाभ्यस्तयोरातः कथं कार्यं करोति? स्नाभ्यस्तयरातः इति सूत्रं किं वदति? तत्र यद् भवता कार्यं कृतं तत्तु असिद्धमस्ति, मया न दृश्यते, इदानीमपि अहं ददा एव पश्यामि, अतः आकारस्य लोपं करोमि. आकार तत्र नास्ति एव न, एकार अस्ति, तद् न पश्यति खलु, तदेव असिद्धदत्राभात्. असिद्धदत्राभात् इत्युक्ते तत्र पूर्वता सिद्धम् इति, अत्र कार्यसिद्धं यथा अस्ति, एकस्य कार्यं जातं पद द्वितीयेन न दृश्यते तथा. परन्तु अभियत्वकार्यं एकस्मिन्नेव स्थाने भवितुम् अर्हति किम्? इत्युक्ते अहं चिन्तितवती यत् एकस्मिन् स्थाने एव अस्ति खलु, दा इत्यस्य आकारस्य लोपः अथवा दा इति सम्पूर्णस्य स्थाने एकारादेशः, स्थानी तु समान अस्ति. इत्युक्ते असिद्धवदत्राबाद् इत्यस्य कार्यार्थं सानि समानः भवेत् इति एव नियमः नास्ति. निमित्तं समानमस्ति चेदपि पर्याप्तम्. अस्तु, तदेव मया एतावत्पर्यन्तम् एवमेव दृष्टं यत्र स्थानम् एकमेव नास्ति इति. अस्तु अस्तु भगिनि, धन्यवादः. हा, इति अत्र विशेषः अस्ति. तदर्थमेव अस्मिन् सूत्रे तप्रकरणं कृतं. तेन वयम् अवगन्तुं शक्नुमः यत् अत्र साक्षात् आबीयकार्यस्य चिन्तनं नास्ति, न क्रियते. अत्र साक्षात् विशिष्टसूत्रत्वात् तस्य एव साक्षात् कार्यं भवति. अतः एतस्य कार्यानन्तरं स्नाभ्यासयोः अतः इत्यस्य कार्यं भवति इति नास्ति इति ज्ञापनार्थम् अत्र तपरकरणं कृतं. वस्तुतः तपरकरणस्य आवश्यकता नास्ति. नमस्ते भगिनि. हा भगिनि, कश्चन संशयः इच्छामि वा? आमां, पृच्छतु भगिनि. इदानीम् अनयोः सूत्रयोः ध्वसोरेथावभ्यासरूपश्च अपि च श्नाभ्यस्तयोरातः अनयोः मध्ये इदानीम् अवकाशः अस्ति वा, लब्धावकाशः अस्ति वा इति चिन्तयामः चेत् श्नाभ्यस्तयोरातः इति सूत्रं तु तस्य अन्यत्र लब्धावकाशः अस्ति, यत्र हि विहाय अन्यत्रापि कार्यं कर्तुं शक्यते इति वक्तुं शक्नुमः खलु? एवं वदति चेदपि क्लेशः अस्ति. तर्हि अपवादबलेन गसोरे दव अभ्यासलोपस्य इति कार्यं करोति वदति चेत् अस्तु, तत् कार्यं करोतु. परन्तु इदं सूत्रं तु आदेयक्षेत्रे अस्ति, अतः एतस्य कार्यानन्तरम् एतत् सूत्रम् असिद्धम् अस्ति. यतः इदानीं स्नाभ्यसयोरातः इति नात्वं भवतु इति वक्तुं शक्यते खलु? अपवादः इति, अपवादः इति कथं वदामः, अपवादः इति कथं वदामः इति चेत् तस्य कार्यम् अत्र न भवति चेत् व्यर्थं भवति, तदानीमेव अपवादः इति वदामः. इदानीं स्नाभ्यसयोः अतः इति सूत्रं कार्यं करोति चेत् ग्वसोरे दाव अभ्यासलोपस्य इति व्यर्थं भवति वा? न भवति खलु, यतोहि आभ्यक्षेत्रे अस्ति. श्नाभ्यसयोरातः इत्यनेन यत् कार्यं कृतं तद् असिद्धम् अस्ति, अतः इदानीम् अवकाशः लब्धः ग्वसोरे दाव अभ्यासलोपश्च इत्यस्य. अतः कथम् अपवादः इति वक्तुं शक्नुमः? खलु, आम्. किन्तु अन्यत्र लब्धावकाशः अस्ति वा इति चिन्तनमार्गे वयं नयामः चेत् तदेव अवकाशः इत्युक्ते अन्यस्मिन् सम्पर्कः इति नास्ति, अस्मिन्नेव. इत्युक्ते आद्गुणः वृद्धिरेचि इति वयं पश्यामः चेत् आद्गुणः इत्यस्य अवसरः भवति चेत् वृद्धिरेचि इत्यस्य अवकाशः कुत्रापि न लभ्यते. आद्गुणः इत्यस्य कार्यानन्तरं वृद्धिरेचि इत्यस्य अवकाशः न लभ्यते इति कृत्वा सूत्रं व्यर्थं भवति इति वदामः. आद्गुणः इत्यस्य कार्यानन्तरं वृद्धिरेचि कार्यं कर्तुं न अर्हति. अत्र योगः इति अत्र योगः एव. तत्र आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अवकाशः कदापि न लभ्यते. परन्तु अत्र स्नाभ्यसयोः अतः इत्यस्य कार्यं भवति चेत् तदानीं ग्वसोरे दाव अभ्यासलोपस्य इत्यस्य कार्यं भवितुम् अर्हति, अत्र अभ्यक्षेत्रम् अस्ति इति कृत्वा. अभ्यक्षेत्रे अस्ति इति कृत्वा द्वयोः अपि कार्यं प्रथमं करोति चेदपि पुनः तस्य अवकाशः लभते इति विषयः अस्ति. अतः अत्र अभ्यक्षेत्रे अस्ति इति कृत्वा अत्र अपवादः इति वदति चेदपि क्लेशः. अपवादः अस्ति इति कृत्वा प्रथमतया ग्वसोरे दाव अभ्यासलोपस्य कार्यं करोति चेत् तत्पश्चात् स्नाभ्यसयोः अतः कार्यं करोति चेत् अनिष्टरूपपत्तिः भवति, दधिः इति रूपं लभ्यते खलु. अपवादः इति उक्त्वा तस्य कार्यं भवति. अपि च अतः अपवादः इति वक्तुमेव न शक्नुमः, यतोहि स्नाभ्यस्तयोः अतः इत्यस्य कार्यानन्तरमपि ग्वसोरे दाव अभ्यासलोपश्च इत्यस्य कार्यं भवितुम् अर्हति आभ्यक्षेत्रत्वात्. अतः अत्र कश्चन क्लेशः अस्ति, अत्र कश्चन क्लेशः अस्ति, तदर्थमेव अत्र तपरकरणं कृतम् इति वदति. तपरकरणेन अत्र ज्ञापयति यत् आभीयशास्त्रम् अनित्यम् अस्ति, सर्वत्र आभीयशास्त्रं प्रवर्तते इति नास्ति. अत्र साक्षात् अपवादः अस्ति इति कृत्वा अस्य एव कार्यं भवति. तत्पश्चात् स्नाभ्यस्तैवरातः इत्यस्य कार्यं न भवति इत्यर्थः. तत्पश्चात् कस्य कार्यं न भवति? श्राभ्यस्तैवरातः इत्यस्य कार्यं न भवति इति तत्र अतः तत्र तपरकरणं कृतम् इति कृत्वा अस्य विशेषस्थानम् अस्ति, अस्य साक्षात् कार्यं भवति, तत् अस्य कार्यानन्तरं पुनः अन्यस्य श्नाभ्यसयो अतः इत्यस्य कार्यम् अथवा अन्यसूत्रस्य कार्यं न भवति. अत्र वस्तुतः आभीयक्षेत्रे तपरकरणस्य अनित्यत्वम् इति वक्तुम् इच्छति वा अथवा इत्युक्ते अत्र एकारः तु दीर्घः एव अस्ति, एकारः इति आदेशः भवति इति वक्तुं तपरकरणस्य आवश्यकता नास्ति. इदानीं ह्रस्ववर्णः अस्ति चेत् तपरकरणं क्रियते, केवलं ह्रस्ववर्णस्य ग्रहणं भवतु, दीर्घस्य मास्तु इति कृत्वा तपरकरणं क्रियते. दीर्घवर्णः एव अस्ति चेत् अत्र ह्रस्ववर्णः एव नास्ति, दीर्घवर्णः साक्षात् अस्ति, तर्हि किमर्थं तपरकरणं कृतं? तपरकरणम् अनावश्यकम्. एः इति वदतु, कः क्लेशः इति चेत् अत्र तपरकरणं न आवश्यकं, तथापि योजितं. तदेव अस्माकं ज्ञापनम् अस्ति. किं ज्ञापयति इति चेत् अत्र आभीयशास्त्रम् अनित्यम् इति ज्ञापयति. आभीयशास्त्रम् अनित्यम् इति अतः इदानीं अतः अत्र साक्षात् अस्य सूत्रस्य कार्यं भवति, अस्य कार्यानन्तरम् अन्यस्य सूत्रस्य कार्यस्य अपेक्षा नास्ति आभीयक्षेत्रे. तर्हि ददायोग हि इत्यत्र तु देहि इति लभ्यते. अभ्यासलोपः दा स्थाने आकारस्य स्थाने एकारः देहि. अस्तु, ध्वसोरेथा अभ्यासलोपश्च अस्ति, अस्य एव कार्यं भवति. साक्षमिताभ्यासलोपश्च सर्वैः बुद्धं वा अत्र किम् उक्तमिति? अस्तु भगिनि, भवती एव एकवारं प्रतिपादयतु किम् उक्तम्. भवती वक्तुमिच्छति वा? अन्य कोऽपि वदेत् भगिनि. ओके, उषा भगिनी वदतु. प्रयत्नं कर. वसोरेद् वसोरेद् धाव् अभ्यासलोपश्च इति सूत्रम्, अस्य सूत्रस्य अनुवृत्तिसहितसूत्रं, वसोः अङ्गस्य एत् अभ्यासलोपः च हौ इति अस्ति. धा धातोः हि प्रत्ययः परः, हि पर प्रत्ययपरः हौ अस्ति सूत्रे. अपि च हौ हि प्रत्ययपरः अस्ति चेत्, हि प्रत्ययपरः अस्ति चेत् गूसंज्ञकधातोः विषये धा धातोः अपि च धा धातोः हि प्रत्ययपरः अस्ति चेत् तत्र अभ्यासलोपः अपि क्रियते, अपि च श्नाभ्यस्तयोरातः इति सूत्रमपि तस्य सूत्रस्य कार्यमपि नास्ति. अत्र येत् इति उक्तं सूत्रे, सूत्रे येत् इति इत्यस्य आवश्यकता अस्ति इति अत्र प्रश्नः. येत् इत्यस्य आवश्यकता, येत् इति दीर्घवर्ण एव अस्ति, येत् इति तकार तपरकरणं कुत्र वर्तते इति चेत् तस्य कालप्रमाणः दीर्घ वा ह्रस्व वा प्लुत वा इत्येव तेन सूचितम्. परन्तु अत्र तेन आवश्यकता अपि नास्ति, यतोहि ये इति दीर्घवर्णमेव अस्ति. इत्यनेन किमर्थम् उक्तम् इति चेत् तस्य तत् तेन अभ्यासकार्याणि अत्र अनित्यम् एव इति सूचितम् अस्ति इति. अत्र अभ्यासकार्याणि न, आबीयकार्याणि आबीयकार्यक्षेत्रे यत् कार्याणि यानि कार्याणि सन्ति तत्र कार्याणि सर्वे अपि अनित्यमेव इति सूचितम् इति दत्तं यतोहि अत्र प्रथमसूत्रमस्ति श्नाभ्यस्तयोरातः श्नाभ्यस्तयोरातः इति सूत्रम् अभ्यस्तधातोः कृते अजादिप्रत्ययेषु इति वयं पूर्वं दृष्टवन्तः अजादिप्रत्ययेषु इति यद्यपि सूत्रे न दत्तं परन्तु श्नाभ्यस्तयोरातः इत्येव उत्सर्गसूत्रम् इति वयं ग्रहीतुं शक्नुमः श्नाभ्यस्तयोरातः अपि च ग्वसोः ग्वसोरेध् धाव् अभ्यासलोपश्च द्वयोः सूत्रमपि आबीयक्षेत्रे अस्ति इति कारणेन अपि च द्वयोः सूत्रयोः अपि निमित्तं समानम् अस्ति ग्वसोः एद् धाव् अभ्यासलोपश्च इति सूत्रं हि प्रत्ययः परः अस्ति चेत् कार्यं करोति श्नाभ्यस्तयोरातः इति सूत्रं अभ्यस्तधातोः कृते कितिङ् इति प्रत्ययः परः अस्ति चेत् इति तस्य सूत्रस्य निमित्तम् अस्ति निमित्तं कितिङ् इति प्रत्ययः अथवा हि प्रत्ययः अपि कितिङ् इति प्रत्ययः सो वयं चर्चितुं शक्नुमः किमर्थं श्नाभ्यस्तयोरातः इति सूत्रस्य कार्यं प्रथमं न स्यात् इति अत्र श्नाभ्यस्तयोरातः कार्यं करोति चेत् ग्वसोरेद् धाव् अभ्यासलोपश्च इत्यस्य कार्यं प्रथमं ग्वसोरेद् धाव् अभ्यासलोपश्च इत्यस्य कार्यं भवति चेत् देहि इति अस्ति श्नाभ्यस्तयोरातः इति सूत्रं वक्तुं शक्यते मया न दृष्टं ग्वसोरे धाव् अभ्यासलोपश्च इत्यस्य कार्यं कृतम् इति मया न दृष्टं तथा मम कार्यमपि भवेत् इति श्नाभ्यस्तयोरातः अत्र कार्यं करोति चेत् देहि इति न दृष्टं तदा एव दृष्टं तदा योगः हि श्नाभ्यस्तयोरातः आकारस्य लोपः भवति दधि इति भवति तत् रूपं न इष्टं तथा ग्वसोरे धाव् अभ्यासलोपश्च इत्यस्य कार्यमेव इष्टकार्यं भवति अपि च एत् अपि दत्तं यतोहि एत् इत्यस्य इत्यनेन सूचनं भवति अभीयकार्यम् अनित्यकार्यम् इति वयं वक्तुं शक्नुमः इति आबीयकार्यम् अनित्यकार्यम् इत्युक्ते अत्र आबीयक्षेत्रे अस्ति इति न मन्तव्यम् अस्तु धन्यवादः अस्तु किञ्चित् अग्रे गच्छामः अत्र अनिमा भगिनी ददायोगः हि इत्यपि वदतु अत्र धा धातुः अस्ति तस्यापि श्लू इत्यनेन धा धा इति भवति अनन्तरं श्लौ श्लौ श्लौ इत्यनेन श्लौ इति सूत्रेण धा धा इति भवति तदनन्तरं ह्रस्वः इति सूत्रेण धा धा इति भवति अभ्यस्तकार्यम् अस्ति अतः अभ्यासस्य जष्त्वम् अभ्यासस्य इदानीं जष्त्वं भवति दधा इति भवति इदानीं मध्यमपुरुष एकवचने दधा योगः हि इति भवति तत्रापि घ्वसोः अङ्गस्य अभ्यासस्य लोपः भवति पूर्वम् अभ्यासः इति सूत्रेण पूर्वं यदस्ति दकारः तस्य लोपः भवति, अपि च अङ्गस्य एत् इति आदेशः भवति, अन्त्यस्य वर्णस्य एकारः भवति, आकारस्य एत्त्वं भवति, धे इति भवति, धेहि इति आगच्छति. समीचीनं समीचीनं, धन्यवादः भगिनि. इदानीं अस्धातोः विषये अत्र अदादिगणे वयं पश्यामः, ग्वसोरे ग्वसोरेत् इत्यत्र अस्धातुः अपि अस्ति, तस्य विषये अग्रे पश्यामः. इदानीम् अग्रे किम् उमा भगिनी पठति वा? अस्ति वा भगिनि? श्रूयते वा? आमाम्. धा धातोः अङ्गतिङ्प्रत्ययोः मेलनेन धा धातोः अङ्गतिङ्प्रत्ययोः मेलनेन कुत्रचित् सत्त्वसन्धिः भवति खरीच इत्यनेन सूत्रेण. सत्त्वसन्धि तत्तद्वर्गस्य प्रथम सदस्यादेशः भवति खरीच इति सूत्रम् अधः विवृतं यथा ददा योगः तः नाभ्यस्य योरातः इत्यनेन आकारस्य लोपः दद् योगः तः खरीच इत्यनेन सत्त्वसन्धिः तत् प्लस्तः तत् दत्तः इति आगच्छति. ददा योगः तः नाभ्यस्य योरातः आकारस्य लोपः दद् योगः धः खरीच इत्यनेन सत्त्वसन्धिः दत् प्लस् दः दत् सः इति आगच्छति. एवमेव ददा तात् दत्तात् अददा ताम् अदतात् अदत्ताम् ददा योगः ते दत्ते अददा योगः धा अदद् अददा योगः ताः अदत्ताः इति आगच्छति. अत्र स्नाभ्यस्योरातः एव कार्यं करोति इति वदति. ददा योगः सः योजनसमये स्नाभ्यस्योरातः सूत्रेण आकारस्य लोपः तस्मात् दद् इति खरीच सूत्रस्य सत्त्वसन्धिः दत् प्लस्तः दत्तः इति आगच्छति. सिमिलर्लि ददा योगार्थः स्नाभ्यस्योरातः आकारस्य लोपः दद् प्लस्थः खरीच इत्यनेन सत्त्वसन्धिः दत् प्लस्थः दत्थः ददायोगः तात् दत्तात् अददा प्लस्ताम् अदत्ताम् एकः संशयः. अददा कुत्र आगच्छति भगिनि? लण्डकारे ऐ थिङ्क् हा आत्मनेपदी आत्मनेपदी अददा योगहताम् अदत्ताम् ददा प्लस्ते दत्ते इति आगच्छति. अददा योगहताः अदत्ताः इति आगच्छति. लङ्लकारे एव आत्मनेपदी. समीचीनं, धन्यवादः. इदानीम् अत्र अग्रे दुधाय नित्वात् उभयपदी धातुः इदानीं किञ्चित् रूपाणि वयं पश्यामः, आरब्धुं शक्नुमः. तत्र सूर्यकुमारी भगिनी वदति वा लटि परस्मैपदी? भगिनि दुधायि धातुः अस्ति. एकनिमिषं भगिनि. दुदाय् धातु अस्ति परस्मैपदि अनदन्तम् अङ्गमस्ति परस्मैपदि लट्लकारतीतः अन्ति दा धातु दा अनुबन्धलोपानन्तरं दा एव अवशिष्यते द्वित्वं प्रकरणेन दादा भवति ह्रस्व इत्यनेन ददा भवति ददा योगः ति तत्र गुणकार्यं नास्ति ददाति भवति द्विवचने ददा योगः तः तत्र स्नाभ्यस्तयोरातः इत्यनेन आकारलोपः भवति दद् भवति तकारः खर्वर्णः करीच इत्यनेन दत् योगः तः दत्तः भवति अन्ति तदा योगः अन्ति तत्र क्षमतदानि अति तत्र अपि स्नाभ्यस्तरातः इत्यनेन आकारलोपः भवति तद् योगः अति ददति भवति मध्यमपुरुषे सि पित् प्रत्ययः अस्ति तत्र अपि गुणकार्यं नास्ति तदा योगः सि ददासि भवति क्षम्यतां ददासि भवति सकार विकारः न भवति ददासि तः योगः ददा योगः तः तत्रापि स्नाभ्यस्तरोतः इत्यनेन आकारलोपः भवति तत् योगः तः कर्वर्णः अस्ति करिच इत्यनेन दत् भवति दत् योगस्तः दत्तः भवति तदेव दत्ता भवति बहुवचने उत्तमपुरुष तदा योगः मि तत्र कार्यं नास्ति ददामि एव रूपं ददा योगः वः तत्र स्नाभ्यस्तरातः इत्यनेन योगः वः ददवः भवति ददवः न दद्वः क्षम्यतां दद्वः भवति किं कार्यमस्ति अत्र किं कार्यम् ददायोगः किं कार्यमस्ति अत्र न अभ्यस्तरातः इत्यनेन दद् भवति दद् योगः वः वर्णमेलनं दद्वः सम्यक् तदेव दद्मः सम्यक् सम्यक् समीचीनम् उत्तमं तर्हि धन्यवादः भगिनि तर्हि इदानीं लोट्लकारे हा लोट्लकारे किं विजयाभगिनी वदति वा आं महोदय वदामि अत्र लोट्लकारः अस्ति धातु इति अत्र तु योजनेन ददातु इति भवति ददातु अत्र दादा इति अस्ति स्लौ इति अनन्तरं तु योजनेन ददातु इति भवति अनन्तरम् अत्र टाट् अपि अस्ति दत्तात् इति भवति अनन्तरम् अत्र जलं दृशन्ति इति अनेन प्रथमवर्णस्य स्थाने तृतीयवर्णः, अनन्तरं वा अवसाने इत्यनेन एव दत्तात् इति भवति. अनन्तरं तां योजनेन दत्ताम्. अनन्तरम् अत्र अतु इति अस्ति, अतु योजनेन ददतु इति भवति. तदेव कथं भवति इति वदति वा. अत्र ददा इति भवति, अत्र स्नाभ्यस्तयोरातः इत्यनेन दीर्घ आकारस्य लोपः भवति, दद्येव भवति. अस्य योजनेन ददतु इति भवति. तदेव अत्र मधुमुखे एकवचने दत्तात् दत्ताद्. अनन्तरम् अत्र देवी इति अस्ति मधुमुखे एकवचने की प्रति योजनेन. अत्र गसोरु भाव अभ्यासलोपः च इत्यनेन एव अत्र अकारस्य स्थाने एकारः भवति. अनन्तरं दे योगः ही योजनेन मध्यमपुरुषे एकवचने देहि इति भवति. अनन्तरं दत्तं दत्त आनि इति अस्ति उत्तमपुरुषे एकवचने. अत्रापि किं भवति, अत्र किमपि ददानि अत्र अकः सवर्णे दीर्घः इति सूत्रेण ददानि इति भवति. अनन्तरम् अत्र ददाः तत्रापि अकः सवर्णे दीर्घः इति सूत्रेण ददाः ददाः इति भवति भवति. अस्तु अस्तु, सम्यक् भगिनि, धन्यवादः. शुभभगिनि लङ्गि. आं भगिनि लङ्गि, तत्र स्लौ इत्यनेन धाधा इति प्रथमं धाधायोगः, तात् अट् अट् अपि आगच्छति. तर्हि तत्र अस्तु धाधा इति तस्य अभ्यासस्य ह्रस्वः भवति, ह्रस्वः इत्यनेन धधा. तदनन्तरं तत्र अधा किं तत्र धधा अदधा इति अङ्गं तत्र अदधा इत्यत्र धा इत्यस्य स्नाभ्यस्तयोरातः इत्यनेन आतः लोपः अद अधद् इति भवति. अपि च अदद् एकवचने किं भवति, एकवचने एव वदन्ती अस्ति वा. एकवचने एव किमर्थम् आकारस्य लोपः एकवचने, तत्र न भवति खलु. अस्तु प्रत्ययः अद प्रत्ययः खलु. आम् दधात् इति भवेत् दधात् तत्र न भवति खलु. क्षम्यताम्. इदानीं तत्र दधा इति अधधा इति अस्ति, तत्र धकारस्य अभ्यासस्य धकारस्य अभ्यासे किं तत्र जस्त्वं भवति धा इत्यस्य अभ्यासे चर्चा इत्यनेन प्रथमं चतुर्थवर्णे. भगिनि अत्र ददा इति अङ्गम् अस्माभिः प्राप्तं पूर्वं श्लौ सर्वं कृत्वा, इदानीम् अददा इति अङ्गम् अस्ति. इदानीं वदतु अदधा इति अङ्गम् अस्ति चेत् तत्र इदानीं अदधा अस्ति चेत् अदधा योगः तात् इति अस्ति, तत्र अदधा इत्यस्य आकारस्य लोपः करणीयः. न न न न तात् इति कुत्र अस्ति भगिनि, तकारः इति प्रत्ययः अस्ति खलु लङ्लकारे तकारः. अस्तु भगिनि, तत्र विस्मरणं भवति एकक्षणं भगिनि. केवलं तकारः इति प्रत्ययः, पित् प्रत्ययः, किमपि कार्यं नास्ति, केवलं योजनम् अददात्. अस्तु तर्हि तत्र अददात् एव ता एव अस्ति. आम् अददात् इति भवति. तथा एव अग्रे अदधा इति अङ्गं स्वीकृत्य अदधा योगः ताम् इति भवति तत्रैव एकवचने जष्ट्वं विकल्पेन चर्त्वम् अददात् इति जलांशुषुन्त इत्यनेन अन्त्यतकारस्य विकल्पेन दकारः दकारादेशः इदानीम् अदधा योगः ताम् इति योजयामः तत्र अदधा योगः ताम् तत्र कार्याणि किं भवन्ति तत्रापि अदत्ताम् इति रूपम् अस्ति अत्र एकं वदामि अत्र भवत्याः स्पष्टता भवति यत्र अपित् प्रत्ययः अस्ति निद्वद् भवति इति कृत्वा अपित् प्रत्यये परे श्नाभ्यस्तयोः अतः इत्यनेन आकारस्य लोपः तावदेव कार्यम् अनन्तरं सन्धिकार्यं चर्त्वं कुत्रचित् भवति प्रायेण चर्त्वं भवति तावदेव अत्र कार्यं दकारस्य तकारः इति एतत् मनसि निधाय वदतु अस्तु तर्हि अदधा योगः तां तत्र तामिति अपित् प्रत्ययः आतः एव लोपः भवेत् स्नाभ्यस्तयोरातः इति आतः लोपः भवति चेत् अदधा इत्यस्य अदद् इति भवति अदद् योगः ताम् इदानीं तत्र धकारस्य योगे तकारः तत्र अदद् अध तकार पूर्व किं तत्र यरूनुनासिके इति कार्यं न अनुनासिकः नास्ति केवलं चर्त्वं अस्तु अस्तु भगिनी क्षम्यतां तत्र बहु किम् अन्य कोऽपि वदेत् भगिनी नास्ति चिन्ता भगिनी सम्यक्तया एव वदन्ती अस्ति वदतु न कोऽपि क्लेशः वदतु तत्र अस्तु चर्त्वं भवति चर्त्वम् इत्युक्ते तत्र जस्त्वं भूत्वा चर्त्वं भवति भूत्वा इति न अत्र पदान्ते नास्ति खलु अदद् इति अपदम् अस्ति अदद्योगः ताम् इत्यत्र तकारः खरिपरे जलः स्थाने चर् आदेशः खरि च इत्यनेन अतः दकारस्य स्थाने तकारादेशः अदत्ताम् तावदेव एवमेव अन्यत्र अस्तु तर्हि इदानीम् अन् किं तत्र उहु इति बहुवचने अदधा योगः उहु अद तत्र अद् पुनः तत्र अदधा योगः अदधा इत्यस्य आकारस्य श्नाभ्यस्तयोरातः इत्यनेन लोपः तत्रापि अपित् प्रत्ययः अदध् योगः उहु तत्र अददुः इति एव भवेत् मध्यमपुरुषे तत्र सकारः अत्र अददुः इत्यत्र वस्तुतः विशेषः अस्ति श्नाभ्यसयोरातः इत्यनेन अपि रूपं लभ्यते परन्तु तत्र विशिष्टं सूत्रमस्ति उस्य पदान्तात् इत्यनेन सम्यक् पूर्वपरयोः पररूपादेशः उस्य पदान्तात् इत्युक्ते यत्र जुस् इत्यस्य उस् इति तिष्ठति तत्र उस्य पदान्तात् इति कार्यं करोति इति अस्तु तर्हि क्षम्यता अत्र उस्य पदान्तात् इत्यत्र तु अपदान्तं स्यात् खलु इदानीम् अत्र श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः अपि अकार श्नाभ्यस्तयोरातः इति सूत्रं प्रबाद्य उस्य पदान्तात् इत्यनेन कार्यमस्ति श्नाभ्यस्तयोरातः इति सामान्यतया सर्वत्र भवति उस्य पदान्तात् इति केवलम् उसि परे अस्ति खलु अपदान्तात् अवर्णात् अस्ति चेदेव इति अदन्तमङ्गम् इति न अवर्णात् अवर्णात् अदन्तमिति न अवर्णात् अपदान्त अवर्णात् उसि परे पूर्वपरयोः पररूप एकादेशः अत्र अदादा एतादृश अवर्णान्तम् इदानीं लोपः क्रियते चेत् तादृशसन्दर्भः नास्ति खलु इति न लोपः न क्रियते श्नाभ्यसयोरातः इति प्रबाद्य भवति अत्र अस्तु उसि परे विशिष्टसूत्रं विशिष्टकार्यमस्ति इति कृत्वा नाभ्यसयुरातः इति सूत्रं प्रपाद्य उस्य पदान्तात् इत्यनेन उसि परे पूर्वपरयोः पररूपादेशः. अस्तु भगिनि, वदतु शोभावर्ण. आं भगिनि, तत्र इदानीं मध्यमपुरुषे किं तत्र अदधा योगः हि इति प्रत्ययः आगच्छति. तत्र पुनः तद् कार्याणि तथा एव अधधा इत्यस्य अधधा तदनन्तरम् अदधा इति भवति. तत्र इदानीं धा इत्यस्य आकारस्य घ्वसोरेद किं तत्तु केवलं हि प्रत्ययपरे एव अत्र नास्ति. अस्तु, तर्हि लङ्लकारे न भवति खलु तत्. अत्र तु पित् प्रत्ययः अस्ति खलु, पित् प्रत्ययः. आमामाम्, अस्मिन् अभ्यासे सर्वदा क्लेशः भवति एव, क्षम्यताम्. न न, अत्र किमपि नास्ति भगिनि, बहु सरलमस्ति. अत्र पश्यतु, अपित् प्रत्ययः अस्ति चेत् आकारस्य लोपः भवति प्रायेण, चर्त्वं भवति. अन्यत्र सर्वत्र केवलं योजनं तावदेव. अदधा योगः इदानीं सः एव सकारः, तर्हि तत् तस्य विसर्गः भवति अदधाः इति तिष्ठति. अस्तु, अदधा योगः इदानीं तम् अद तत्रापि धा इत्यस्य आकारस्य तत्र भवति खलु भगिनि, धा इत्यस्य आकारस्य लोपः, यतोहि तम् इति प्रत्ययः अपित् अपित् अस्ति. आम्, तत्र तु लोप अधद् किम् अधद् इति भवति. अपि च तत्र सूत्रं किम् उक्तवती, तत्र नाभ्यस्यैव रातः इत्यनेन आकारस्य लोपः, अनन्तरं तदनन्तरं तत्र अधत्तम् इति भवेत् खलु, खरीच इत्यनेन, खरीच इत्यनेन दकारस्य तकारादेशः अधद् दत्तम् इति भवति, तथा एव अधत्ता इति, यतोहि तत्र अदधा योगः ता इति अस्ति. लोट्लकारे पित् प्रत्ययः इदानीम् अदधा योगः आनि इति योजयामः चेत् आनि न, आनि नास्ति अत्र. इदानीं मध्यमपुरुषे बहुवचने त इति प्रत्ययः, अददा योगः त लङ्लकारः खलु भगिनि, लङ्लकारः लोट्लकारः नास्ति त. इदानीम् उत्तमपुरुषे खलु, मध्यमपुरुषे बहुवचनम् उक्तवती वा? अस्तु, उक्तवती भगिनि. किम् उक्तवती, न श्रुतम्. अधत्त अधत् तत्र अहं तथा एव अधत्त इति भवति इति उक्तवती तावत्. तत्र एकत्र तम् अस्ति, एकत्र ता अस्ति इत्यतः. सम्यक् सम्यक्, तर्हि सम्यक्, मया न श्रुतम्, अग्रे गच्छतु. अस्तु भगिनि, अदधा योगः अम् तत्र अदधा यो पुनः आकारस्य श्नाभ्यस्तयोरातः इत्यनेन लोपः भवति खलु, परवर्णः अम् अस्ति तत्र अमिपूर्वः इति कार्यं करोति खलु. तर्हि अदधा इत्यस्य पररूप एकादेशः भवति, पूर्वरूपं वा तत्र, क्षम्यतां, पूर्वरूपं. तर्हि आकारः अदधाम् इति भवति. अदधा योगः वा अदधा वा, न अदधा वा इति न भवति, अदध्. तर्हि तत्र कस्य तत्र घ्वसोः इति सूत्रस्य कारणं, न घ्वसोः इति प्रत्ययः इति सूत्रं तु केवलं लोट् लकारे हि प्रत्यये परे एव, अन्यत्र कुत्रापि कार्यं नास्ति. तत्र अस्तु, श्नाभ्यस्तयोरातः इति कार्यं करोति. भगिनी, मनसि सर्वाणि सूत्राणि एकत्र प्रवाहरूपेण आगच्छन्ति, क्षम्यताम्. तत्र कालिदासः एव भवति, सुनामि भवति, क्षम्यतां, वदतु. अस्तु, इदानीम् अदद् अधद् तत्र श्नाभ्यस्तयोरातः इत्यनेन अदद् इति भवति. अदद् योगः वा अदद्वा अदद् योगः मा अदद् मा तत्र सम्यक् वदनीयम् अस्ति भगिनि, क्षम्यतां. किमर्थं एतादृशं भवति सर्वदा इति न जानामि. सूत्राणि पठामि किन्तु किञ्चित् अभ्यासं करोतु गृहे, गृहे अभ्यासं करोतु. करोमि भगिनि, किन्तु यदा अभ्यासस्य समयः आगच्छति वर्गे एतदेव भवति सर्वदा. नास्ति चिन्ता, अस्तु. धन्यवादः सहायाय, धन्यवादः. नास्ति चिन्ता भगिनि, समीचीनं, धन्यवादः. तर्हि इदानीं किं विजयलक्ष्मी भगिनी अग्रे करोति वा? विधिलिङ्गकारः भगिनि अद्य शृणोमि. ओ एवं वा, अस्तु. किञ्चित् विलम्बेन आगतवती अहं, परन्तु सूत्राणि पूर्वं पठितमेव वा? आमां, किमपि नूतनं नास्ति. ददायोगः यात् किं भवति तत्र आकारस्य लोपः भवति, योजयतु दद्यात् तावदेव, सर्वत्र तथा एव. तर्हि प्रयत्नं करोमि. धा धातु वा दा धातु वा? दा धातु समानमेव. दा धातु दा धातोः दादा इति भवति, अनन्तरं ह्रस्वः इति ददा भवति, अनन्तरं विधिलिङ्गकारः खलु. अनन्तरं यात् यातां युः इति अस्ति. ददा तत्र आकारस्य लोपः भवति, स्नाभ्यस्तयोर् आतः इति सूत्रेण द्वितीयः दकारस्य आकारस्य लोपः भवति. ओ, आकारः तु केवलं द्वितीयदकारस्य एव अस्ति. ददा इत्यस्य आकारस्य लोपः भूत्वा दद् योगः यात् यात् दद्यात् अपि च अवसाने न झलां जशन्ते इत्यनेन दद्यात् दद्यात् दद्याद् यात् याताम् दद्याताम् दद्युः यात् याताम् युः किमस्ति भगिनि यात् याताम् युः याः याः याः यातं यात तत्र दद्याः दद्यातं दद्यात उत्तमपुरुषे यां याव याम दद्यां दद्याव दद्याम. अस्तु, सम्यक्. तर्हि उभयपदी धातुः अस्ति अतः लट्लकारे आत्मनेपदी. अनिमा भगिनी वदतु. आत्मनेपदी किल ददा आं योगः ईत् तत्र किमिति अस्ति अतः लोपः भवति इति ददीत् ददीया न क्षम्यतां, विधिलिङ्ग् नास्ति तत्र, आत्मनेपदी लट्लकारः. ददायोगः अहं ददायोगः ते अस्ति तत्र कितिमिति सा सर्वत्र कितिमिति अस्ति अतः अतः लोपः न इदानीं अतः लोपः सर्वत्र भवति खलु अपि प्रत्ययेषु ते भवति अतः लोपः एव भवति दद् सर्वं खलु किं भगिनि अनन्तरं सर्वं खलु ओ प्रथमतः वा अस्तु दादा इति अस्ति तदनन्तरं श्लौ इत्यनेन दादा भवति ह्रस्वः इत्यनेन ददा भवति श्नाभ्यस्तयोरातः लोपः द द योगः ते खरीच इत्यनेन दत्ते इति भवति एवमेव सर्वत्र द द द द दा द एव भवति ददाते ददते द द योगः से दत् पुनः खरी च दत्से ददाथे द दद् योगः द्वे दद् जष्ट्वं भवति दद् ऐ मीन् तदेव स्थितिः भवति दद्वे इति भवति दद् योगः ए ददे दद्वहे दद्महे सम्यक् सरस्वती भगिनी लोटि ददा अस्ति प्रत्ययाः सन्ति ताम् आसाम् अताम् तर्हि ददा योग ताम् श्राभ्यस्य युरातः आकारस्य लोप दद् योगताम् खरि च दकारस्य स्थाने तकार दत्ताम् तर्हि दत्ताम् ददा योग आसाम् पुनः आकारस्य लोपः दद् योग आसाम् ददाताम् अताम् पुनः तदेव अकारस्य लोपः दद् योग अतां ददताम् मध्यमपुरुषप्रत्ययाः सन्ति स्व अथं ध्वम् तर्हि ददा योगस्व अकारस्य लोपः शाब्दस्य युरातः दद् योगस्व खरि च दत्स्व ददा योग अथाम् अकारस्य लोपः मेलनेन ददाथाम् दद् योग ददा योगध्वम् अकारस्य लोप दद् ध्वम् अनन्तरम् उत्तमपुरुष ऐ आवहै अमहै अत्र मिप् अस्ति अत्र पित् अस्ति लोट्लकारस्य मिप् अस्ति आडुत्तमस्य पिच्च अपि न आडुत्तमस्य पिच्च अभवत् तर्हि ऐ आवहै आमहै ददा योग ऐ तर्हि अत्र आकारस्य लोपः न भवति यतोहि पित् अस्ति ददा योग ऐ वृद्धिरेचि ददै आवहै आमहै तत्र ददा योग आवहै अकसवर्णे दीर्घः ददावहै सम्यक् सम्यक् सम्यक् अस्तु लक्ष्मीभगिनी वदति वा लङ्लकारे वदामि भगिनि लङ्लकारे आत्मनेपदीरूपाणि अङ्गं स्यात् अददा इति सा आताम् अत इति प्रत्ययः प्रथमपुरुषप्रत्ययः तर्हि अददा योग ता इत्यत्र सर्वे प्रत्ययाः अपितः अतः श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः खरि च इत्यस्यापि प्रसक्तिः प्राप्तिः च अददा योगता अदद् योगता खरि च अदत्त अददा योगताम् योगतां तत्रापि अददा योगताम् इत्यत्रापि श्नाभ्यस्तयोरातः इत्यनेन आकारस्य आताम् इति अस्ति सत्यं सत्यं क्षम्यताम् आताम् इति अस्ति. यदा अत्र केवलं वर्णमेलनमेव न अत्रापि आकारस्य लोपः भवति. अतः आकारस्य लोपः स्यात् अदद् योग आताम् अददाम् अददाताम् इति रूपम्. अददायोग अत इत्यत्रापि शापिसयोरातः इत्यस्य लोपः आकारस्य लोपः भूत्वा अदद् योग अत अददत अददत इति द्वं खलु अददायोगः द्वं प्रथमपुरुष प्रत्ययः भगिनि अन्तिमं बहुवचने अत इत्यत्र ओके ओके ओके मध्ये ओके क्षम्यतां वदतु. मध्यमपुरुषप्रत्ययाः धाः आधां द्वम् इत्यत्र तु अददायोगधाः पुनः समानकार्यं शाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः अदद् योगधाः खरीच अदद्धाः अददायोग आथाम् इत्यत्रापि श्नाभिस्तयोरातः इत्यनेन आकारस्य लोपः वर्णमेलनेन अददाथाम् अददायोग ध्वम् इत्यत्र अकारस्य लोपः केवलवर्णमेलनम् अदध्वम् ई वहि महि इति प्रत्ययाः उत्तमपुरुषेषु अददायोग इ इत्यत्र आकारस्य लोपः वर्णमेलनेन अददि अददायोगवहि अदद्वहि अकारस्य लोपः एव भवति. समानकार्यं बहुवचने च अदद् महि इति रूपाणि. सम्यक् सम्यक्. तर्हि उमा भगिनी वदति वा भगिनी अत्र मध्यमपुरुष बहुवचने अदत्वं न अदत् न चष्ट्वं न भवति अत्र जलां जश्चसि इत्यनेन चष्ट्वं दकारस्य दकारः चर्त्वं नास्ति अत्र दकारः चर्वर्णः खर्वर्णः नास्ति खलु अदत्वं भवतु वा अदद् अदद्वम् अदद्वम् अदद्वं भवति भगिनी उक्तवती अदद्वम् अदद्वम् इति वक्तवती अदद्वमेव इति उक्तवती. ओके क्षम्यतां भगिनि भगिनी अत्र अददा इ तत्र श्नाभ्यस्तयोर् आतः अपि च आ इ इत्यनयोः गुणः तेषां किमपि तत्र क्लाश् भवति वा गुणसन्धिः इति वा आकारस्य लोपः भवति खलु अदद् योग श्नाभ्यस्तयोर् अतः अङ्गकार्यं सन्धिकार्यस्य अपेक्षया बलवत् ओके विधिलिङ्गकारः किं न अत्र आकारस्य लोपः भवति चेत् अदद् योग इ इति एव भवति खलु अत्र न किमर्थं आकारस्य लोपः तस्य पूर्वं गुणः किमर्थं न गुणसन्धिः गुणसन्धिः अङ्गकार्यं बलवत् अपि च अदध्वम् इत्यत्र किं सवर्ण सवर्ण किं झरुझरि सवर्णे अनचि च इत्यस्यापि न झरोझरि सवर्णे कथं प्रवर्तते अत्र हल् हल् उत्तरस्य जरः सवर्णे झरि परे विकल्पेन लोपः अत्र हल् नास्ति खलु अकारः अस्ति अद अकारः दकारः धकारः अतः झरोझरि सवर्णे न प्रवर्तते. अनचि इत्यनेन द्वित्वं कृत्वा प्रायः अनचि च इति सूत्रं किं वदति तत्रापि हल् वर्णः यरः अल्परे भवेत् ततः परम् अच्वर्णः न स्यात् इति अत्र यर्वर्णः अस्ति वा यर्वर्णः अस्ति दकारः यर्वर्णः अस्ति तर्हि अचः परः यः यर्वर्णः तस्य विकल्पेन भवति इति अन्यत् अपि रूपं भवति इति वदति तर्हि दकारस्य पुनः अन्य दकारः आयाति इति वदति खलु वर्णात् अङ्गं बलीयते खलु महोदय, एतदपि अस्ति खलु? न, अत्र अङ्गकार्यस्य प्रसङ्गः नास्ति खलु. इदानीम् अङ्गकार्यं सर्वं जातम्. अदत्वम् इति प्रसङ्गे अनचिच इत्यनेन दकारस्य द्वित्वं भवति वा इति चेत् विकल्पेन भवितुम् अर्हति द्वकारस्य द्वित्वम्. इदानीं झरोझरि सवर्णः इति अनचिच इत्यस्य अनन्तरम् अस्ति वा? अन्ततो गत्वा अस्ति खलु. आं भगिनि, तर्हि सः दकारः विकल्पेन पुनः लुप्यते खलु. अत्र अददि इति प्रश्नः उदेति खलु, अत्र गुणकार्यं किमर्थं न इति. तत्तु समाप्तं, तत् समीचीनं, तत् समीचीनं. तत्तु उक्तं खलु, अङ्गकार्यम् अङ्गकार्यं बलवत् इति वारणादङ्गं बलीयः इति समीचीनं. तत्तु तत्तु समीचीनमस्ति. इदानीम् अदद्वम् इति भिन्नविषयः अस्तु. अत्र तर्हि अत्र अनचिच इत्यनेन द्वित्वं भवितुमर्हति, अनन्तरं झरोझरि सवर्णे इत्यनेन वैकल्पिकरूपेण दकारस्य लोपः भवितुमर्हति खलु. किं दर्शयति? आम् आं भगिनि, वदामि वा? अस्तु अस्तु भगिनि, वदतु. विधिलिङ्गकारः सर्वत्र अपि तृतीयः स्नाभ्यो रातः आगच्छति, सो आकारः लोपः दधीयातां दधीरन् दधीथाः दधीयातां दधीध्वं दधीय दधीवति दधीवति. सम्यक् सम्यक् सम्यक्. तर्हि अत्र धातुः सर्वाणि रूपाणि साधितानि. इतः अग्रे धा महाप्राणदकारः धातोः विषये चिन्तनं कुर्मः. तत्र नूतनसूत्राणि सन्ति, तत् अपि पश्यामः अग्रिमसप्ताहे. तर्हि एतावता कोऽपि संशयः अस्ति वा? नास्ति महोदय, धन्यवादः महोदय. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः, नमस्कारः. Thank you.